अट्टशूला जनपदा शिवशूला विजातयः कामिन्यः केशशूलिन्यः सम्भवन्ति कलाविह। अत्र विशिष्टशब्दास्सन्ति, तेषाम् अर्थान् वयम् अनेन श्लोकेन जानीमः। अट्टमन्नम् शिवो वेदः शूलो विक्रय उच्यते केशोभगमिति प्रोक्तम् इति प्राहुर्मनीषुणः। अट्टम् नाम अन्नम्, शिवो नाम वेदः, शूलो नाम विक्रयः, केशो नाम भगम् रूपम् इति वा चिन्तयतु। अत्र पुनः अट्टशूलाः नाम अन्नविक्रयकारिणः जनपदाः, शिवशूलाः द्विजातयः जनपदास्तु तेषां प्रकृतिरेव अन्नविक्रयः, न तु दानं दानेन अन्नदानम्। शिवशूलाः द्विजातयः, द्विजातयस्तावत् वेदानामपि विक्रयं कुर्वन्ति, विक्रीणन्ति वेदानपि। कामिन्यः केशशूलिन्यः, कामिन्यः नाम ललितवनिताः, स्वरूपाणां विक्रयं कुर्वन्ति, विक्रीणन्ति। एतादृशाः जनाः सम्भवन्ति कलाविह।